गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां स्वागतम्। गते वर्गे विरुद्धनिरूपणम् इति आरब्धम्। तत्र तस्मात् पूर्वम् असाधारणहेत्वाभासः इत्यत्र प्रश्नः आसीत्। कः प्रश्नः इति चेत् शब्दः अनित्यः गगनात्। तत्र मूलग्रन्थकारेण शब्दः अनित्यः शब्दत्वात् इति स्वीकृतम्। शब्दः अनित्यः शब्दत्वात् इति उदाहरणं स्वीकृतं मूलग्रन्थकारेण। तत्र कः क्लेशः आसीत् इति चेत् यदा अनुमानं जायते, अनुमानं यदा कुर्वन्तः स्मः, तत्र शब्दः इति पक्षः साध्यसन्दिग्धवान् अस्ति इति कृत्वा शब्दत्वं तस्मिन् अस्ति वा न वा, अनित्यत्वं तस्मिन् अस्ति वा न वा इति, शब्दत्वं तु अस्ति किन्तु अनित्यत्वं तस्मिन् अस्ति वा न वा इत्यत्र सन्देहः भवितुम् अर्हति। किन्तु यदा अत्र अनुमानं जातमस्ति तदनन्तरं यदि हेत्वाभासं पश्यामः तत्र अनित्यत्वसामानाधिकरण्य अभाववत् इति शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति न वक्तुं शक्यते। किमर्थम् इत्युक्ते अनित्यत्वं तत्र अस्ति एव, अनित्यत्वसामानाधिकरण्य अभाववत् इति न वक्तुं शक्यते शब्दे। शब्दं विहाय अन्यत्र न भवति इति इत्यत्र क्लेशः नास्ति, किन्तु शब्दे एतादृशं न वक्तुं शक्यते इति कृत्वा अत्र प्रमात्वं, प्रतिबन्धकज्ञाने प्रमात्वम् आवश्यकमस्ति। सा एका निकषा अस्ति, तर्हि प्रतिबन्धकज्ञाने प्रमात्वम् आवश्यकम्। अत्र प्रमात्वं न भवति यदि शब्दः इति अधिकरणत्वेन स्वीकुर्मः, तदा एतादृशं न वक्तुं शक्नुमः इति कृत्वा परिष्कृतं ग्रन्थकारेण, विद्याधरीग्रन्थकारेण शब्दः अनित्यः गगनात् इति परिष्कृतम्। अत्र कः केशः आसीत् इति चेत् लक्षणं न सङ्गच्छते। लक्षणं किं? सर्वसपक्षविपक्षव्यावृत्तः, पक्षमात्रवृत्तिः असाधारणः इति। तर्हि गगनम् इति विभुद्रव्यमस्ति, अनियामकवृत्तित्वमेव अत्र मूर्तद्रव्यैः सह गगनस्य, यदा मूर्तद्रव्येषु क्रिया भवति, क्रिया जायते, तदा तया क्रियया गगनेन सह संयोगः भवति। किन्तु स च संयोगः वृत्तिनियामकसंयोगः वा वृत्ति अनियामकसंयोगः वा इति चेत् वृत्ति अनियामकसंयोगः एव, वृत्तित्वं न वक्तुं शक्यते। गगनं संयोगसम्बन्धेन घटे अस्ति इति न वक्तुं शक्यते। किमर्थम् इत्युक्ते तत्र वृत्तित्वं नास्ति घटे, क्षम्यतां गगने वृत्तित्वं नास्ति इति कृत्वा वृत्ति अनियामकसम्बन्धः एव इति अस्माभिः पूर्वं दृष्टम्। तर्हि प्रकृतविषये कः दोषः भवति इति चेत् सर्वसपक्षविपक्षव्यावृत्तः इति तु अस्ति, किन्तु पक्षमात्रवृत्तिः इति उक्तं खलु। पक्षे एव आधेयत्वेन यद् लभ्यते तदेव पक्षमात्रवृत्तिः इति वक्तुं शक्यते। गगनं, गगने वृत्तित्वं यदा कदापि न भवति, कस्मिन् यस्मिन् कस्मिंश्चित् अपेक्षया गगने वृत्तित्वं न भवति। यथा भूतलस्य अपेक्षया घटे वृत्तित्वं भवति, घटः भूतले अस्ति इति वदामश्चेत् घटनिष्ठवृत्तित्वम् इदानीं घटे घटे अस्ति इति यथा वक्तुं शक्यते, तथा यदा घटगगनयोः मध्ये संयोगः जायते तर्हि घटनिष्ठवृत्तित्वं गगने इति न वक्तुं शक्यते इति कृत्वा पक्षमात्रवृत्तिः इत्यत्र क्लेशः भवति इति कृत्वा मया द्रोणमहोदयेन किञ्चित् सम्भाषणं कृतं, तेनापि उत्तरं दत्तं, तस्मिन् विषये किञ्चित् चिन्तनं कुर्मः। समीचीनतया तेन प्रतिपादितं it is indeed true that the granthakara abandons the definition of moola grantha tadeva nischetavyam iti mama ashaha asite tarhi tat spashtataya mahodayena uktam moola granthakarasya lakshanam atrana sangachyate pakshamatra vrittitvam gagane nasti ityatah and gagana is not a dharma vrittitvam yada kadapi वृत्तित्वम् इति धर्मः गगनेन भवति इति कृत्वा गगनम् अन्यस्मिन् धर्मत्वेन यदा कदापि न भवति यथा घटः भूतले अस्ति तर्हि घटविशिष्टभूतलम् तर्हि घटः इति धर्मः भूतलम् इति धर्मी भवति तदा गगनं यदा कदापि धर्मः न भवति अट् दिस् पायिण्ट् हि अडाप्ट्स् द डेफिनेशन् आफ् नव्यनैयायिका नव्यनैयायिकानां लक्षणं किम् इति द्रोणमहोदयेन न प्रतिपादितम् अहमपि न जानामि भवतु किन्तु अत्र प्रश्नद्वयं मया कृतमासीत् प्रथमं तु कथं वा पक्षमात्रवृत्तित्वं गगने भवति तद् न भवति इति उक्तं तस्मादुपरि अन्यत् प्रश्नं मया कृतं यदि अत्र इदानीं विरुद्ध विरोधः यदस्ति खलु विरुद्धः तत्र लक्षणं किम् आसीत् सक्षणम् इत्युक्ते साध्यसामानाधिकरण्यं साध्य अभावत् अवृत्तित्वम् उभयस्य अभावः यदा भवति तदा विरोधः विरुद्धः इति उक्तं पेज् 250 मध्ये एतदस्ति साध्यसामानाधिकरण्यं साध्य अभावत् अवृत्तित्वम् तर्हि इदानीं साध्य अभाववत् अवृत्तित्वम् आगतं गगने साध्य अभाववत् अवृत्तित्वम् आगतं गगने अवृत्तित्वम् इत्युक्ते अवृत्तित्वं सदा सर्वदा गगने अस्ति इति कृत्वा विरोधे तस्य अतिव्याप्तिः भवति इति मया पृष्टमासीत् साध्यसामानाधिकरण्यम् अपि नास्ति साध्य अभाववत् अवृत्तित्वमपि नास्ति इति कृत्वा विरोधः भवति इति मया पृष्टं तत्र द्रोणमहोदयेन एवम् उक्तं शुड् वि स्टेट् आला खण्डनकारः खण्डनखण्डनखण्ड्यम् इति ग्रन्थः अस्ति श्रीहर्षेण कृतग्रन्थः अस्ति डेफिनेशनल् प्राजेक्ट् इस् अ डूम्ड् एण्टर्प्रैस् इति तेन उक्तं यदा लक्षणं वक्तुं प्रयत्नं कुर्मः कदाचित् कुत्रचित् दोषः भवत्येव सो इन्स्टेड् आफ् ट्रैङ्ग् टु फिक्स् द डेफिनेशन् इट् मे वेरि वेल् बि इम्पासिबल् खण्डनकारः वुड् शकल् हियर् Nayayika effects a very clever but close escape. Nayayika says that it may appear that this definition overextends to virutta hedva pasa, but not really. The overextension is not to the dosha, but to the dushta hetu. In virutta dushta hetu, there could be two, dosha, asadharana, and virodha. Nayayika retorts to upadheya, dushtaha. सङ्करेऽपि उपाधित्सु दोषः न सङ्करः उपादेये सङ्करः अपि उपाधित्सु न सङ्करः इति कश्चन न्यायः अस्ति बेसिकलि वाट् इट् सेस् इस् दट् दुष्टे सङ्करः भवितुमर्हति किन्तु दोषे सङ्करः न भवति दुष्टः इत्युक्ते किं यस्मिन् दोषः अस्ति सः दुष्टः दुष्टे सङ्करः भवितुं चेदपि दोषेन सङ्करः भवति इन्फ्याक्ट् इन् मोस्ट् आफ् दीस् टैम् दोषः अकर्स् टुगेदर् नौ कमिङ्ग् बेक् टु गगना इस् इट् विरुद्ध इट् इस् नाट् इति अग्रे वक्ष्यति सः तर्हि इदानीं किं कुर्मः विरुद्धनिरूपणं कृत्वा विरोधः कः इति अवगम्य पुनः अस्मिन् विषये चिन्तनं कुर्मश्चेत् अत्र अभ्यासाय भवति इति कृत्वा अनन्तरं चिन्तयेम किन्तु एतावत्पर्यन्तम् अस्माभिः किम् अवगन्तव्यम् इति चेत् शब्दः अनित्यः गगनात् इत्यत्र मूलग्रन्थकारस्य लक्षणं गगने न सङ्गच्छते इति तु सत्यं तावत् अवगच्छामश्चेत् पर्याप्तम् अस्तु तर्हि इदानीं किञ्चित् समयः मध्ये जातः इति कृत्वा विरुद्धनिरूपणम् इति आरम्भतः किञ्चित् पठेम पुनः अस्तु तर्हि वर्षा भगिनी आरब्धुमिच्छति वा विरुद्धनिरूपणम् इति 257th पेज् मध्ये. साध्य अभाव साध्य अभावव्याप्तो हेतुविरुद्धः यथा शब्दः नित्यः कृतकत्वात् इति. कृतकत्वं हि नित्यत्व अभावेन अनित्यत्वेन व्याप्तम्. अत्र अत्र प्रथमं तु अत्र उदाहरण साध्य अभावव्याप्तः हेतुविरुद्धः केवलं अत्र उदाहरणवाक्यमस्ति. विग्रहवाक्यं वदति चेत् सर्वेषां बोधः जायते. साध्य अभावः साध्यस्य अभावः साध्य अभावः अभावस्य व्याप्तः व्याप्तः हेतुः साध्य अभावम् अभावेन व्याप्तः हेतुः इति तृतीया भवेत् तृतीयतत्पुरुषसमासः. हा तर्हि इदानीम् अत्र उदाहरणं स्वीकृत्य अत्र साध्यं किम् इति उक्त्वा हेतुः कः इति उक्त्वा तर्हि एतद् लक्षणं तत्र हेतौ कथं सङ्गच्छते समन्वयः भवति इति वदतु. हा महोदय. शब्दः नित्यः कृतकत्वात् इति उदाहरणे पक्षः शब्दः साध्यः नित्यः हेतुः कृतकत्वं. कृतकत्वम् इत्युक्ते कार्यत्वम्. अत्र कार्यत्वं यदा कदापि साध्ये अत्र भगिनि अत्र क्रमे गच्छ क्रमेण गच्छ अस्तु समीचीनम्. इदानीं तत्र नित्यः इति साध्यं खलु नित्यत्वम् इति साध्यं कृतकत्वम् इति हेतुः. तर्हि साध्य अभावः इत्युक्ते किं? नित्यत्व अभावः. समीचीनं. नित्यत्व अभावः इत्युक्ते किम्? नित्यत्व अनित्यत्वं खलु नित्यत्व अभावः इत्युक्ते अनित्यत्वं. अस्तु तर्हि साध्य अभावः इत्युक्ते अनित्यत्वं तावत् प्राप्तं. तर्हि इदानीं तृतीया प्रयुक्तः अनित्यत्वेन व्याप्तः इति उक्तं भवत्या. अनित्यत्वेन व्याप्तः इत्युक्ते किम्? अनित्यत्वेन व्याप्तः कः? कृतकत्वम्. अत्र व्यापकः अनित्यत्वं व्याप्यः व्याप्यः कृतकत्वं भवति. अतः एव तत् साध्यभावेन व्याप्तः भवति. हा तर्हि तद् इदानीं व्याप्यव्यापकभाव अन्वयव्यतिरेकवाक्यं वदतु. यत्र यत्र यत्र यत्र कृतकत्वं तत्र तत्र यत्र यत्र अनित्य यत्र यत्र कृतक अन्वयवाक्यं प्रथमं. यत्र यत्र अनित्यत्वं तत्र तत्र कृतकत्वम् इति अन्वयवाक्यं. किं व्याप्यः किं व्यापकः? साध्य अभावव्याप्तः इति उक्तं खलु. हा महोदय. अत्र व्याप्यः कृतकत्वं व्यापकः अनित्यत्वम्. अतः यत् आक्चुलि व्यतिरेकव्याप्तिः अस्ति तत् यत्र यत्र अनित्यत्व अभावः. न प्रथमं भगिनि अत्र क्रमेण गच्छति चेदेव क्लेशः न भवति. एतावत्पर्यन्तं कुत्र आगतं? साध्यम् इत्युक्ते नित्यः, साध्य अभावः इत्युक्ते अनित्यत्वं, कृतकत्वम् इति हेतुः. तर्हि साध्य अभावव्याप्तः हेतुः, साध्य अभावेन व्याप्तः हेतुः. तर्हि व्यापकः कः? साध्यः अनित्यत्वे अनित्यत्वः अनित्यत्वम्. साध्यः इति अनित्यत्वं, व्यापकः इति अनित्यत्वं, व्याप्यः कः? कृतकत्वम्. अस्तु तर्हि वदतु इदानीं यत् अन्वयव्याख्यं वदतु इदानीं. यत्र यत्र यत्र यत्र कृतक् अनित्यत्वं तत्र किमर्थं यत्र यत्र व्यापकः तत्र तत्र व्याप्यः वा? यत्र सारि महोदय. यत्र यत्र कृतकत्वं तत्र तत्र अनित्यत्वं. हा इति प्रथमं वदतु. समीचीनं. यत्र यत्र कृतकत्वं तत्र तत्र अनित्यत्वम्. अनित्यत्वं यत्र यत्र अनित्यत्व अभावः तत्र तत्र यथा यत्र यत्र कृतकत्वं तत्र तत्र यथा घटः समीचीनं अण्ड् देन् व्यतिरेकवाक्यं वाक्यं यत्र यत्र अनित्यत्व अभावः तत्र तत्र कृतकत्वस्य अभावः इति भवति यथा आकाशः उत्तमं खलु तर्हि अत्र इदानीं यद्भवत्या उक्तं तत्र क्लेशः अस्ति वा किमपि नास्ति खलु नास्ति यत्र यत्र कृतकत्वं तत्र तत्र अनित्यत्वं यथा घटः यत्र यत्र कृतक अनित्यत्वस्य अभावः तत्र तत्र कृतकत्वस्य अभावः यथा गगनं क्लेशः नास्ति खलु नास्ति अस्तु तर्हि इदानीं विरुद्धः इत्युक्ते किम् इति चिन्तनीयं कृतकत्वं हि इदानीं तृतीयवाक्यं पठतु कृतकत्वं हि कृतकत्वं हि नित्यत्व अभावेन अनित्यत्वेन व्याप्तम् अत्र केवलं साध्य साध्य अभावः साध्य साध्य अभाववत् अवृत्तित्वं केवलं नास्ति परन्तु साध्य अभावः अत्र साध्य अभावः भवेत् तेन व्याप्तं भवेत् हेतुः तदेव अत्र विशेष यद् पठितं तद् स्वीकृत्य प्रथमम् अवगच्छेमि कृतकत्वं हि नित्यत्व अभावेन अनित्यत्वेन व्याप्तम् इति वाक्यस्य अर्थः कति तावद् वदतु अन्यत् किमपि चिन्तयति चेत् क्लेशः भवति नित्यत्व अभावेन इत्युक्ते साध्य अभावः साध्य अभावेन अनित्यत्वेन इत्युक्ते तदेव साध्य अभावेन व्याप्तम् इति एव अस्ति अत्र अर्थः तर्हि अस्माकस्य अर्थः कः कृतकत्वं हि नित्यत्व अभावेन अनित्यत्वेन व्याप्तम् साध्य अभावेन हेतौ हेतुः व्याप्तम् अस्ति इति भगिनी तत्र अस्य वाक्यस्य अर्थं वदतु किमर्थम् अत्र साध्यमिति पदं दृश्यते वा हेतुः इति पदं दृश्यते वा नो नो ऐ हव् इन्फर्ड् इट् नो डोण्ट् थिङ्क् लैक् देट् जस्ट् वी हाव् टु अण्डर्स्टाण्ड् देर् इस् अ प्राब्लम् इन् द वे वि इण्टर्प्रेटेड् साध्य अभाव व्याप्तः हेतुः इत्यत्र तद् बोद्धुम् अहं प्रयत्नं करोमि ओके कृतकत्वं हि नित्यत्व अभावेन अनित्यत्वेन व्याप्तम् इत्यस्य वाक्यस्य अर्थः कः तावदेव वदतु अत्र व्याप्यव्यापकभावः अस्ति इति एव अत्र व्याप्यः कृतकत्वम् अस्ति इति व्यापकः अनित्यत्वम् अस्ति इति तदेव अर्थं तदेव अस्माभिः अपि स्वीकृतं खलु कृतकत्वम् इति व्याप्यम् अनित्यत्वम् इति व्यापकम् इति स्वीकृतं किन्तु कृतकत्वं हि नित्यत्व अभावेन अनित्यत्वेन व्याप्तम् इति अत्र उक्तम् कृतकत्वं हि नित्यत्व अभावेन अनित्यत्वेन व्याप्तम् इति उक्तम् सो द सेण्टेन्स् इस् एस् दो इट् इस् दि आपोसिट् वाट् वि टुक् वाट् वि शुड् हव् टेकन् साध्य अभावत् व्याप्यः हेतुः विरुद्धः इत्यत्र साध्यस्य अभावः साध्य अभावः तेन व्याप्तः यः सः एव हेतुः इति उक्त्वा तत्र हेतुः इति व्याप्यः इति अस्माभिः स्वीकृतं किन्तु अत्र भिन्नरीत्या उक्तं कृतकत्वं हि नित्यत्व अभावेन अनित्यत्वेन व्याप्तम् इति अत्र उक्तम् इत्युक्ते किम् कृतकत्वम् इति व्याप्यः अनित्यत्वम् इति व्यापकः इति तु अस्ति इति उक्तं किन्तु तर्हि पूर्वं साध्य अभावव्याप्तः हेतुः विरुद्धः इत्यत्र विपरीतरीत्या अस्माभिः स्वीकर्तव्यम् इत्युक्ते व्याप्यः इति व्याप्यः इति अत्र किम् व्याप्यः इति साध्य अभावः व्यापकः इति हेतुः भिन्नरीत्या स्वीकर्तव्यमस्ति, तदा एव अर्थबोधः जायते। बुध्यते वा यदहं वदामि? इत्युक्ते साध्य अभावव्याप्तः हेतुः विरुद्धः इत्यत्र भिन्नरीत्या विग्रहवाक्यं वक्तव्यं। यथा भवत्या उक्तं तादृशं वदति चेत् तृतीयवाक्यं न सङ्गच्छति। बुध्यते वा? न बुध्यते, स्पष्टतया न बुध्यते, ऐ एम् कन्फ्यूस्ड्। अस्तु, एतावत्पर्यन्तम् अस्माभिः महोदय यदि तादृशं वदामः चेत् अन्ययव्याप्तिव्यतिरेकव्याप्ति न भवति खलु? पूर्वं पूर्वमेव साध्य अभावः इति व्याप्यः, अपि च कृतकत्वं व्यापकः इति स्वीकुर्मः चेत् कथं यत्र यत्र हेतुः तत्र तत्र साध्यम् इत्यत्र अर्थं भवति वा इति मम प्रश्नः। वदतु कथं भवति इति वदतु, वाक्यं वाक्यं वदतु। तत्र यत्र यत्र कृतकत्वं तत्र तत्र अनित्यत्वं, यदा घटः इति वयं दृष्टवन्तः, तत्र यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति एव खलु? अत्र प्रश्नः कः इति चेत् व्याप्यः कः व्यापकः कः इति निर्णेतव्यम्। कृतकत्वं हि नित्यत्वेन नित्यत्व अभावेन अनित्यत्वेन व्याप्तम् इति उक्तं, तस्य अर्थः कः? अत्र कृतकत्वम् इति व्याप्यः, अनित्यत्वम् इति व्यापकः, तृतीयवाक्यस्य अर्थः तदेव खलु? तदेव तृतीयवाक्यस्य, तृतीयवाक्ये कृतकत्वम् इति व्याप्यः हेतुः व्याप्यः, नित्यत् अनित्यत्वम् इति साध्यम् असाध्य अभावः व्यापकः इति अस्ति। किन्तु साध्य अभावव्याप्तः हेतुः विरुद्धः इत्यत्र विपरीतरीत्या स्वीकृतव्यं स्वीकर्तव्यमस्ति, तदा एव तृतीयवाक्यं सङ्गच्छते। कृतकत्वं हि तत्र बट् हि इत्यर्थे बट् इति अर्थः। विपरीतरीत्या वक्तव्यम्। कृतकत्वं हि नित्यत्वेन नित्यत्व अभावेन अनित्यत्वेन व्याप्तम् इति वाक्यस्य अर्थः कः इति चेत् कृतकत्वम् इति व्याप्यः, अनित्यत्वम् इति व्यापकः, तदेव सत्यम्। किन्तु पूर्वस्मिन् साध्य अभावव्याप्यः हेतुः विरुद्धः इत्यत्र अनित्यत्वं साध्य अभावः व्याप्यत्वेन स्वीकृतं, हेतुः व्यापकत्वेन स्वीकृतं। तर्हि यत्र यत्र अनित्यत्वं तत्र तत्र कृतकत्वं, यथा घटः, यत्र यत्र कृतकत्व अभावः तत्र तत्र अनित्यत्व अभावः इति भवति वाक्यं। तर्हि किञ्चित् चिन्तनीयम्, अत्र साध्य अभावव्याप्तः हेतुः इत्यत्र विग्रहवाक्यं किम् इति चिन्तनीयं, तदा एव अर्थबोधः जायते। यथा अस्माभिः उक्तं तादृशं नास्ति विग्रहवाक्यं, तावद् बुध्यते चेत् पर्याप्तम्। अग्रे अग्रे पठेम, पठित्वा इतोपि अवगच्छम् अवगमनं कुर्मः। महोदय स्पष्टतया मया न अवगतं महोदय, नित्यत्वेन व्याप्तम् इत्युक्ते अनित्यत्वेन व्याप्तम् इत्युक्ते व्यापकः अनित्यत्वं, व्याप्यः कृतकत्वं, तदेव वयं पूर्वमपि उक्तं किल। अत्र हि इति पदेन सर्टन्लि इति स्वीकुर्मश्चेत् देन् इट् विल् ओन्लि रीइन्फोर्स् अवर् अण्डर्स्टाण्डिङ्ग्। तर्हि दोषः कः अत्र? यथा भवत्या प्रतिपादितं तत्र दोषः दृश्यते वा? दट्स् वाट् महोदय, दोषः न दृश्यते, अतः एव अहं वदामि अत्र दोषः नास्ति। वै डु वि हाव् अ कान्ट्रडिक्टरि थर्ड् सेण्टेन्स् इति? हा अस्तु, पश्यं तर्हि यथा अस्माभिः प्रतिपादितं, मूलं पठित्वा यस्माभिः यद् अस्माभिः पठितं तत्र दोषः एव न सिध्यति। तर्हि इतोपि किञ्चित् अवगन्तव्यमस्ति, तत्र किञ्चित् अस्ति, पश्येम। अस्तु सति मम भगिनि, अग्रे पठति वा? आं महोदय, साध्य अभाववद् वृत्तित्वं साध्य आवृत्तित्वं क्षम्यता साध्याभाववद् अवृत्तित्वं साध्यसामानाधिकरण्यम् इति खेदविशेषणद्वयं यत्र न भवति सः विरुद्धः इति आवेदितम् एव खेदोः लक्षणद्वयं पूर्वम् उक्तवन्तः साध्य अभाववद् अवृत्तित्वम् अपि च साध्यसामानाधिकरण्यम् यत्र द्वयमपि न सङ्गच्छते तादृशहेतुः विरुद्धः इति पूर्वम् उक्तम् अस्तु तर्हि इदानीं भवती किञ्चित् अग्रे पठतात् पूर्वम् अत्र साध्यम् इति नित्यः कृतकत्वम् इति हेतुः तर्हि साध्य अभाववत् अवृत्तित्वं कुत्र भवेत् प्रथमं तद्वदतु हेतौ भवेत् हेतौ इत्युक्ते कृतकत्वे भवेत् तदस्ति वा इति पश्यतु कृतकत्वे साध्यम् अस्ति इदानीं नित्यः नित्यत्व अभावः अनित्यत्वं कृतकत्वे अस्ति एव एकनिमिषं किं वदति भवती हेतुः साध्य अभाववत् अवृत्तित्वं निरूपयतु इदानीं साध्यः एकनिमिषं महोदय साध्यः अस्ति नित्यः नित्यत्वं नित्यः इति शब्दः नित्यत्वम् इति नित्यत्वं साध्यमस्ति साध्य अभावः इत्युक्ते किम् अत्रैव नित्यत्व अभावः अनित्यत्वं साध्य अभाववद् किम् अस्ति अनित्यत्ववद् अस्ति खडः इति स्वीकुर्मः समीचीनं घटः इति स्वीकरोतु साध्य अभाववत् घटे किं किम् अस्ति खडे खडत्वम् अस्ति किन्तु साध्य अभाववत् घटे अवृत्तित्वं घटनिष्ठ साध्य अभाववत् घटनिष्ठ अवृत्तित्वं कुत्र अस्ति कृतकत्वे अस्ति वा न वा साध्यं नित्यमस्ति नित्यस्य अभावः अनित्यत्वं तस्य अवृत्तित्वं नास्ति न समीचीनतया भगिनी मध्ये एकं सोपानं त्यजति चेत् सर्वेषां भ्रमः भवति क्रमेण खडः समीचीनं तर्हि घटनिष्ठवृत्तित्वं नीलरूपे अस्ति यदि नीलो घटः इति चेत् अस्ति साध्य अभाववत् अवृत्तित्वं हेतौ कृतकत्वे अस्ति वा इति चिन्तयतु साध्य अभावः इति अनित्यत्वं तद् खडे अस्ति खडनिष्ठवृत्तित्वं वृत्तित्वम् अस्ति खलु महोदय अवृत्तित्वं नास्ति भवत्याः मनसि किमस्ति न वद तदपि उच्चारयतु वृत्तित्वम् अस्ति इति कुत्र खडे खडः इति कृतकत्वं खडे अस्ति खलु हा इति वदतु कृतकत्वम् इति वदति चेदेव बोधः जायते खलु ओके कृतकत्वं अभाववत् साध्य अभावत् इति घटः घटनिष्ठवृत्तित्वं कृतकत्वे अस्ति किमर्थमित्युक्ते कृतकत्वं घटे अस्ति अस्ति तर्हि साध्य अभावत् अवृत्तित्वं घटे अस्ति वा कृतकत्वे अस्ति वा अवृत्तित्वं नास्ति वृत्तित्वं तर्हि तद्बुद्धं खलु इदानीं साध्य अभावत्त्वं कृतकत्वे नास्ति नास्ति अस्तु साध्यसामानाधिकरण्यं कृतकत्वे अस्ति वा इति चिन्तयतु साध्यं नित्यः नित्यवस्तु एकं स्वीकुर्मः इदानीं तत् गगनं नित्यः इति कृपया मा वदतु नित्यत्वं क्षम्यतां नित्यत्वं गगने अस्ति तस्मिन् गगने इदानीं कृतकत्वम् अस्ति वा इति चेत् गगने कृतकत्वं नास्ति समीचीनं खलु तर्हि साध्यसामानाधिकरण्यमपि नास्ति नास्ति तर्हि साध्य अभाववत् वृत्तित्वं अपि च साध्यसामानादिकरण्यम् उभयमपि कृतकत्वे नास्ति खलु? कृतकत्वे नास्ति. उत्तमं, तर्हि इदानीम् अग्रे पठतु. यत्र हि, यत्र हि साध्यसामानाधिकरण्यं नास्ति, साध्य अभाववद् आवृत्तित्वं च नास्ति, तत्र खेदौ साध्याभावस्य व्याप्तिः अवश्यं भवति. तत्र चिन्तयतु इदानीम्. इदानीं यत्र साध्यसामानाधिकरण्यं नास्ति, अपि च साध्य अभाववद् आवृत्तित्वं च नास्ति, तादृशहेतौ साध्य अभावस्य व्याप्तिः. साध्य अभावस्य, इदानीं साध्यमस्ति हे नित्यत्वं, तस्य अभावः, नित्यत्व अभावः, अनित्यत्वम्, अनित्यत्वस्य व्याप्तिः अवश्यं भवति. अनित्यत्वस्य व्याप्तिः कृतकत्वे अस्ति इति उक्तम्. अनित्यत्वस्य व्याप्तिः कृतकत्वे इत्यस्य अर्थः कः? अनित्यत्वस्य व्याप्तिः इत्युक्ते किम्? अनित्यत्वं व्यापकः अस्ति कृतकत्वे इति. उत्तमं, बहु उत्तमम् इति अस्ति. तर्हि यत्र यत्र साध्यसामानादिकरण्यं नास्ति, साध्य अभावत् आवृत्तित्वमपि नास्ति, तत्र हेतौ साध्य अभावस्य व्याप्तिः अवश्यं भवति. इत्युक्ते साध्य अभावः व्यापकः भवति, साध्य अभावः व्यापकः भवति, हेतुः व्याप्यः भवति अवश्यम्. अस्तु, तर्हि अस्मिन् सन्दर्भे अत्र साध्य अभावः कः? साध्य अभावः अनित्यत्वम्. उत्तमं, हेतुः कः? कृतकत्वम्. तर्हि अत्र अवश्यं भवति इति अस्माभिः वर्षा भगिन्या उक्तं खलु, यत्र यत्र कृतकत्वं यत्र यत्र तत्र अनित्यत्वं, यथा घटः यत्र यत्र अनित्यत्व अभावः तत्र तत्र कृतकत्व अभावः, यथा गगनम् इति अवश्यं भवति इति निरूपितं खलु? तद् निरूपितम्. अस्तु, अग्रे पठतु इदानीं. तादृशं, तादृशं विरुद्धम् उदाहरति यदा शब्दः नित्यः कृतकत्वात् घटवत्. अत्र कृतकत्वं हि नित्यत्वाभावेन अनित्यत्वेन व्याप्तम् इति. तत् इदानीं वर्षा भगिन्या प्रदर्शितम्. अत्र पूर्ववद् एव शब्दः पच्छः नित्यत्वं साध्यं कृतकत्वं हेतुः. कृतकत्वम् इत्यस्य कार्यत्वम् इति अर्थः. अस्मिन् कृतकत्वहेतौ नित्यत्वसामानाधिकरण्यं नास्ति. नित्यत्व अधिकरणे गगनादौ कृतकत्वस्य असत्वात्. तद् सर्वमस्माभिः चिन्तितं खलु? आं, चिन्तितमेव. अग्रे पठतु. एवं तस्य साध्य अभाववृत्तित्वम् अपि नास्ति. पुनः पठतु. साध्य अभाववद् आवृत्तित्वम् अपि नास्ति. अत्र समीचीनतया पठनीयम्. अस्तु, अग्रे. नित्यत्वं प्रकृतसाध्यं, तदभावः नित्यत्व अभावः, तद्वान् खडादिः, तन्निरूपितवृत्तित्वम् एव कृतकत्वे अस्ति इति. तदभावरूपं नित्यत्वाभाववद् आवृत्तित्वं कृतकत्वे नास्ति. अतः कृतकत्वे उभयस्य अभावः आगतः. तर्हि भवेदेव तत्र साध्याभावस्य व्याप्तिः. एतत् इदानीं दृष्टवन्तः. चिन्तितम् एतावता ग्रन्थेन अस्माभिः त्रिविधा व्याप्तिः अवगता. सा सर्वे अपि कृतकत्वे स्त्रीलिङ्गमस्ति खलु? त्रिविधा व्याप्तिः इति स्त्रीलिङ्गं. सा सर्वा अपि कृतकत्वे शक्यते दर्शयितुं. तत्र यत् साधारणः असाधारणः तदेव त्रिविधा इति वा महोदय? एतावता ग्रन्थेन अस्माभिः त्रिविधा व्याप्तिः अवगता. अग्रे पठतु, अग्रे उच्यते. सा सर्वापि कृतकत्वे शक्यते दर्शयितुं तत्र आद्या साध्या अभाववत् वृत्तित्वं या साध्या अभाववत् अवृत्तित्वं. क्षम्यता, यदि अकारः त्यजति अर्थबोधः भिन्नरीत्या भवति. अवधानतया पठतु कृपया. साध्या अभाववत् अवृत्तित्वं या पूर्वपक्षव्याप्तिपदेन प्रसिद्धा इह समन्वय एकविधव्याप्तिः पूर्वपक्षव्याप्तिः साध्यावत् अवृत्तित्वम् इह समन्वयकारे यस्य व्याप्तिः हेतौ नेतव्या नेतव्या सः साध्यपदेन स्वीकार्यः यथा पर्वतः वन्यमान् इत्यत्र साध्यपदेन वह्निः एव गृहीतः सम्प्रति साध्याभावस्य नित्यत्वाभावस्य व्याप्तिः कृतकत्वे दर्शनीया इति साध्यपदेन नित्यत्वाभाव अभावः ग्राह्यः तदभावः नित्यत्वाभावाभावः नित्यत्वरूपा अभावाभावः नित्यत्वरूपः तदधिकरणमाकाशं तन्निरूपितवृत्तित्वम् आकाशत्वे वृत्तित्वाभावः कृतकत्वे अस्ति इति पूर्वपक्षिव्याप्ति कृतकत्वे सङ्गच्छते. पूर्वपक्षव्याप्तेः लक्षणम् आकारः कः? साध्याभाववद् अवृत्तित्वम् इति. तर्हि तद् निरूपितं खलु साध्याभावत् अवृत्तित्वं. तर्हि किञ्चित् वदतु अत्र साध्याभाव इति किम्? इदानीं साध्यम् अस्ति अभाव साध्य अभाववत् प्रसिद्धं साध्यमस्ति नित्यत्वम् इति नित्यत्व अभावः नित्यत्व अभावः. एकनिमिषम् अत्र पुनः पठतु आरम्भतः. इह इति आरभ्य पठतु. इह समन्वयकाले यस्य व्याप्तिः हेतौ नेतव्या सः साध्यपदेन स्वीकार्यः. उदाहरणं भिन्नमस्ति वा? पठतु अग्रे पठतु. यथा पर्वतः वह्निमान् इत्यत्र साध्यपदेन वह्निः एव गृहीतः सम्प्रति साध्याभावस्य नित्यत्वाभावस्य व्याप्तिः कृतकत्वे दर्शनीया इति साध्यपदेन नित्यत्वाभावः ग्राह्यः तदभावः. साध्यपदेन किं गृहीतम्? नित्यत्व अभावः एव गृहीतः. तर्हि अत्र शब्दः नित्यः कृतकत्वात् इति वाक्यस्य विषये चिन्तनं नास्ति. साध्य अभाववत् अवृत्तित्वम् इत्यत्र साध्य अभावस्य नित्यत्व अभावस्य व्याप्तिः कृतकत्वे दर्शनीया इति साध्यपदेन नित्यत्व अभावः ग्राह्यः तदभावः नित्यत्वाभावाभावः नित्यत्वरूपः तदधिकरणम् आकाशम् तन्निरूपितवृत्तित्वम् आकाशत्वे वृत्तित्वाभावः कृतकत्वे अस्ति इति. किं जायमानमस्ति भक्षणमस्ति. पूर्वपक्षव्याप्तिः कृतकत्वे सङ्गच्छते. अत्र किमर्थं नित्यत्व अभावः साध्यपदेन गृहीतमस्ति? तदेव चिन्तनीयम्. समन्वयकाले साध्य अभाववत् अवृत्तित्वम् इति वदामः चेत् खडमपि पर्याप्तं न अत्र अनुमानवाक्ये यत् शब्दः नित्यः कृतकत्वात् इति अस्ति तत्र नित्यत्वम् इति साध्यमस्ति किन्तु नित्यत्व अभावः अत्र गृहीतः अस्ति तत् किमर्थम् इति चिन्तयन् अस्ति महोदय. अत्र दत्तमस्ति किल महोदय, अत्र नित्यत्व अभावस्य व्याप्तिः कृतकत्वे दर्शनीया, तत् तदेव लक्षणमस्ति. अतः एव तदेव दट् इस् अ गोल्. अतः एव नित्यत्व अभावं स्वीकृत्य तत् कृतकत्वे तस्य व्याप्तिः अस्ति इति निरूपणार्थमेव नित्यत्व अभावः इति साध्यम् इति स्वीकुर्मः. तदनन्तरं साध्य अभाववत् अवर्तितम् अस्ति इति वा इति निरूपणीयम्. पुनः वदतु भगिनी, प्रथमवाक्यं किञ्चित् सावधानतया वदतु. अत्र लक्ष्यमस्ति नित्यत्व अभावस्य व्याप्तिः कृतकत्वे दर्शनीया, तदेव निरूपणीयम्. अतः एव अत्र साध्यः इति परिष्कर्तव्यम्. एकनिमिषं, तदेव चिन्तयामि. साध्य अभावस्य किमुक्तवती? पुस्तके अस्ति साध्य अभावस्य व्याप्तिः कृतकत्वे, नित्यत्व अभावस्य व्याप्तिः कृतकत्वे दर्शनीया इति साध्यपदेन नित्यत्व अभावः ग्राह्यः इति. अतः साध्यपदेन साध्यपदस्य परिष्कारम् अत्र अत्र इट् इस् अ चेञ्ज्. साध्येन वयम् इदानीं नित्यत्व अभावम् इति स्वीकुर्मः. Because we have to prove that nityatva abhava is the vyap is nityatva abhavasya vyaptihi kritakatve asti iti nirupaniyam. Tadeva ashaya asti. That is the intent, no? Why? To prove viruddha hetu. Atra kevalam atra asti kila bhavya sadhya abhavasya vyaptihi hetau bhavet iti. साध्य अभावस्य व्याप्तिः हेतौ भवेत्. सत्यं. सो वी टु प्रूव् दट् वी हेव् टु टेक् साध्य अभाव साध्य हियर् इन् आर्डर् टु प्रूव् द साध्य अभावत् अवृत्तित्वं रिलेशन्शिप् बिट्वीन् द साध्य एण्ड् द हेतु. ऐ एम् लास्ट् न, परन्तु अत्र पूर्वे साध्यमिति नित्यत्वम् इत्यनेन स्वीकृतं, परन्तु अत्र साध्यम् इत्यनेन नित्यत्व अभावः इति स्वीकृतं, तदेव अत्र किञ्चित् भ्रमः अस्ति. किमर्थं तदेव तस्मिन् विषये एव वर्षा भगिनी किञ्चित् प्रतिपादयति अस्ति. न न, सा तदेव अत्र किञ्चित् विशिष्टमस्ति. अत्र किमर्थं नित्यत्व अभावः इति साध्यम् इति स्वीकृतं? नित्यत्व अभावस्य व्याप्तिः दर्शनीयम् इत्यनेन स्वीकृतं, परन्तु किमर्थं तद् दर्शनीयम् इति अपि प्रश्नः अस्ति. अत्र पश्यतु, सम्प्रति च साध्य अभावस्य नित्यत्व अभावस्य व्याप्तिः कृतकत्वे दर्शनीया. नित्यत्व अभावस्य व्याप्तिः कृतकत्वे अस्ति, किन्तु साध्य अभाववत् अवृत्तित्वं हेतौ न भवेत् खलु, तदा एव विरुद्धः हेतुः भवति. साध्य अभाववत् अवृत्तित्वं हेतौ न भवेत् तदा एव विरुद्धः भवति. साध्य अभावस्य नित्यत्व अभावस्य व्याप्तिः कृतकत्वे दर्शनीया इत्युक्ते, यदि साध्य अभावस्य साध्य अभावनिष्ठवृत्तित्वं साध्य अभाववत् वृत्तित्वं निरूपितं चेत् साध्य अभावत् अवृत्तित्वं हेतौ नास्ति इति निरूपयितुं शक्यते. तदेव आशयः अस्ति अत्र. साध्य अभाववत् वृत्तित्वं निरूपितम् अस्ति चेत् साध्य अभाववत् अवृत्तित्वं नास्ति इति अपि निरूपितं भवति खलु. सत्यम्. अस्तु, इति कृत्वा अत्र नित्यत्व अभावः ग्राह्यः इति उक्तम्. इत्युक्ते इदानीम् अत्र पश्यतु, साध्य अभाववत् अवृत्तित्वम् इति चिन्तनीयम्. यदि साध्यम् इति नित्यत्व अभावः इति स्वीकुर्मः, तदा नित्यत्व अभावाभावः इति इत्युक्ते नित्यत्वं, नित्यत्वं कुत्र अस्ति? आकाशे अस्ति. तन्निरूपितवृत्तित्वम् आकाशत्वे अस्ति, किन्तु वृत्तित्व अभावः कृतकत्वे अस्ति इति पूर्वपक्षव्याप्तिः कृतकत्वेन कृतकत्वे सङ्गच्छति इति उक्तं, तर्हि साध्य अभावत् अवृत्तित्वम् इत्युक्ते नित्यत्व अभावः साध्यमिति स्वीकुर्मश्चेत् कृतकत्वे पूर्वपक्षव्याप्तिः सिद्ध्यति. आम् आम्. तेन किं जातं? साध्य अत्र साध्य अभावः नित्यत्व अभावः इति साध्यत्वेन स्वीकुर्मश्चेत् नित्यत्व अभावः व्यापकः भवति, कृतकत्वम् इति व्याप्यः भवति, पूर्वपक्षव्याप्तिः अपि कृतकत्वे आगच्छति. तर्हि कुत्र न आगच्छति? साध्येन आगच्छति. साध्य अभावे कृतक साध्य अभावे साध्य अभावनिष्ठ व्याप्यत्वं कृतकत्वे आगच्छति चेत् साध्य न आगच्छति खलु. तदर्थम् एतद् एतादृशं स्वीकृतम्. हि इस् एक्चुलि कन्फ्यूसिङ्ग्. देर् इस् नो नीड् टु डू दिस्. तदेव किमर्थम् एतत् करोति न अत्र किन्तु बुद्धम् इदानीं किमर्थं सः करोति इति बुद्धम् महोदय. अत्र शब्दः अनित्यः गगनात् इति भवति वा? न न न, इदानीमपि शब्दः नित्यः. अस्तु, अत्र अस्माकं लक्ष्यं किम् इति चिन्तयतु भगिनि. अनित्यत्वम् इति शब्द साध्य अभाववत् वृत्तित्वम् इति अभाववत् अवृत्तित्वम् इति निरूपणीयं वा? न, साध्य अभाववत् अवृत्तित्वं कृतकत्वे नास्ति इति निरूपणीयम्. ओ, नास्ति इति एव. तदेव विरुद्धः अस्ति खलु. कृतकत्वम् इति विरुद्धः हेतुः अस्ति खलु. तर्हि साध्य अभावत् अवृत्तित्वं कृतकत्वे नास्ति इति निरूपणीयं. कृतकत्वे नास्ति, हेतौ नास्ति इति एव. हा, साध्य अभावत् अवृत्तित्वं नास्ति इति निरूपणीयं. तर्हि तदस्ति चेत् तद् भवति चेत् पूर्वपक्षिव्याप्तिः न सङ्गच्छति खलु. न, अत्र किं करोति सः? अस्तु, क्रमेण चिन्तयेम. कृतकत्वम् इति शब्दः नित्यः, कृतकत्वम् इति अनुमानवाक्यं. कृतकत्वं कृतकत्वे विकृतकत्वम् इति विरुद्धः हेतुः इति निरूपणीयम् अस्माभिः. तन्निरूपणार्थं साध्य अभावत् अवृत्तित्वं नास्ति इति निरूपणीयम्. तर्हि साध्य अभावत् अवृत्तित्वं नास्ति इति कथं निरूपयामः इति चेत्, साध्य अभाववत् वृत्तित्वम् अस्ति इति निरूपितं चेत् साध्य अभाववत् अवृत्तित्वं नास्ति इति निरूपितं भवति खलु. तर्हि साध्य अभावत् वृत्तित्वम् अस्ति इति निरूपणीयम्. हा, तर्हि साध्य अभावत् वृत्तित्वम् इति एव निरूपयितुं शक्यते. साध्य अभावत् अवृत्तित्वं नास्ति इति न निरूपयितुं शक्यते. तर्हि साध्य अभावत् वृत्तित्वम् अस्ति चेत् साध्य अभावत् अवृत्तित्वं निरूपितं भवति खलु. अभावस्य निरूपणं कथं वा स्यात्? अत्र किं निरूपणीयं? साध्य अभावत् अवृत्तित्वं नास्ति इति निरूपणीयं. तत् कथं निरूपयितुं शक्यते इति चेत्, साध्य अभावत् वृत्तित्वम् अस्ति इति निरूपयामश्चेत् साध्य अभावत् अवृत्तित्वं नास्ति इति निरूपितं भवति खलु. सत्यं इति कृत्वा सः किं करोति? किन्तु साध्य अभावत् वृत्तित्वं निरूपणीयम्. अत्र व्याप्तेः लक्षणं किं? पूर्वपक्षिव्याप्तेः लक्षणं किं? साध्य अभावत् अवृत्तित्वम् एव लक्षणं खलु. इति कृत्वा, सो हि इस् डूयिङ्ग् अ त्री, यु नो, हि इस् डूयिङ्ग् अ त्री टैप् लूप्. इति कृत्वा अत्र इदानीं सः किं करोति? नित्यत्वम् इति साध्यम् अस्वीकृत्य नित्यत्वस्य अभावः स्वीकरोति. नित्यत्वस्य अभावः साध्यत्वेन स्वीकृत्य इदानीं पूर्वपक्षिलक्षणं सङ्गच्छते वा इति चिन्तयति. तर्हि सङ्गच्छते. साध्य अभाववत् साध्यम् इति नित्यत्व अभावः, साध्य अभावः इत्युक्ते नित्यत्व अभावाभावः इत्युक्ते नित्यत्वं, नित्यत्ववत् इति आकाशः, नित्यत्ववति आकाशे आकाशत्वमस्ति. किन्तु किं नास्ति? कृतकत्वं नास्ति. तर्हि वृत्तित्व अभावः कृतकत्वे नास्ति इति कृत्वा अवृत्तित्वं कृतकत्वे अस्ति इति साध्य अभावत् अवृत्तित्वं कृतकत्वे निरूपयति. साध्य अभाव अवृत्ति वृत्तित्वं कृतकत्वे अस्ति खलु, अवृत्तित्वं कृतकत्वे अस्ति। हा, साध्य अभावात् अवृत्तित्वं कृतकत्वे अस्ति, किन्तु इदानीं साध्यं किं? नित्यत्वं नास्ति, नित्यत्व अभावः अभावः अस्ति। हा, तदेव तदेव। यदि नित्यत्व अभावः व्यापकः भवति इत्युक्ते अनित्यत्वं व्यापकः भवति, कृतकत्वं व्याप्यः भवति, तदा किं भवति इति चेत्, यत्र यत्र इदानीं कृतकत्वम् इति व्याप्यमस्ति, अनित्यत्वम् इति व्यापकमस्ति खलु, सत्यं, तर्हि कृतकत्वम् अनित्यत्वेन व्याप्यं चेत् यत्र साध्यस्य अभावः अस्ति तत्र कृतकत्वस्य अभावः अपि न, यत्र साध्यस्य अभावः अस्ति तत्र कृतकत्वस्य अभावः अपि निश्चयेन नास्ति खलु, नित्येन अस्ति खलु इति कृत्वा एतादृशं सः निरूपयति। इदानीं ममापि बोधः जातः। आमां, सत्यम्। इति कृत्वा तर्हि सः अस्माकं लक्ष्यं किं, तदेव अवगन्तव्यं। साध्य अभाववत् अवृत्तित्वं हेतौ नास्ति इति निरूपणीयम्। साध्य अभावत् अवृत्तित्वम् इति पूर्वपक्षव्याप्तिः, हेतौ नास्ति इति निरूपणीयम्। आम्, सत्यं, विरुद्ध इत्यस्य। तद् कथं निरूपयितुं शक्यते इति चेत्, नास्ति तर्हि साध्य अभावत् वृत्तित्वम् अस्ति इति निरूपयामश्चेत् साध्य अभावत् अवृत्तित्वं नास्ति इति निरूपितं भवति। तर्हि साध्य अभावत् वृत्तित्वं निरूपणीयम्। अत्र साध्य अभावः इत्यनेन नित्यत्व अभावः ग्राह्यः। तदेव यदा एकं वाक्यं योजयामः चेत् अत्र सर्वं सङ्गच्छति, अत्र सम्यक् बोधः जायते। साध्य अभाववत् साध्य अभाववत् वृत्तित्वम् अस्ति इति निरूपयामः चेत् साध्य अभाववत् अवृत्तित्वं नास्ति इति निरूपितं भवति इति अत्र योजयामः चेत्। अत्र केवलं साध्याभावत् अवृत्तित्वम् इति व्याप्तिलक्षणं स्वीकृत्य तस्य समन्वयं करोति। आम्, आम्, सत्यम्। इति कृत्वा साध्यनित्यत्व अभावः इति साध्यत्वेन ग्राह्यः इति उक्तम्। तावदेव, अभावी लक्षणमस्ति खलु साध्याभावत् अवृत्तित्वम् इति। आम्, इति कृत्वा किञ्चित् वैपरीत्यं जातं, किन्तु अत्र समन्वयः कर्तव्यः इति कृत्वा एतादृशं कृतं, किन्तु यदस्माभिः अवगतं तु सत्यमेव, किन्तु इदानीमपि अत्र कः दोषः इति न बुद्धम् एतावत्पर्यन्तम्। आम्, आम्। अस्तु, सत्यवद भगिनी, बुद्धं वा? आम्, आं महोदय, इदानीम् अस्य लक्षणसमन्वयार्थम् इद अभावः नित्यत्व अभावः इति साध्यपदेन स्वीकृतम् इति। सत्यं, तर्हि अत्र सोपानानि पुनः एकवारं वदामि। साध्य अभावत् अवृत्तित्वं हेतौ नास्ति इति लक्ष्यम् अस्माकम्। साध्य अभावत् अवृत्तित्वं हेतौ नास्ति, तर्हि तद् बोधर्थं साध्य अभावत् वृत्तित्वम् अस्ति इति वदामश्चेत् पर्याप्तम्। किन्तु साध्य अभावत् वृत्तित्वम् अस्ति इति साध्य अभावत् वृत्तित्वम् इति लक्षणवाक्यं नास्ति व्याप्तेः, साध्य अभावत् अवृत्तित्वम् इति एव लक्षणम्। तर्हि तदर्थम् अत्र साध्यस्य अभावः स्वीकृत्य साध्याभावत् अवृत्तित्वम् इति निरूपयामश्चेत् साध्याभाववृत्तित्वम् इति निरूपितं भवति। तर्हि साध्याभावत् वृत्तित्वं निरूपितं भवति चेत् साध्याभावत् अवृत्तित्वं नास्ति इति अपि निरूपितं भवति इति सोपानादि गच्छति। तावदेव, अस्तु, तर्हि एवम् अत्र अग्रे मेहुल् महोदय पठति वा? एवम्, आम् महोदय। तर्हि इदानीं प्रथमविधव्याप्तिः चिन्तितं, साध्य अभावत् अवृत्तित्वम् इति अत्र त्रिविधा व्याप्तिः अवगता इत्यत्र प्रथमव्याप्तिः का इति चेत् साध्य अभावत् अवृत्तित्वम् इति पूर्वपक्षव्याप्तिः। आमां, तद् निरूपितम्। इदानीं सिद्धान्तव्याप्तिः, सिद्धान्तव्याप्तेः आकारः कः इति एकवारं वदतु अग्रे पठनात् पूर्वम्। आम्, आम्, वयं दृष्टवन्तः सिद्धान्तव्याप्तेः हेत्वधिकरण हेत्वधिकरणनिष्ठा हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगिसाध्यसामानाधिकरण्यं हेतौ इति. उत्तमं. तर्हि किञ्चित् चिन्तयति वा हेत्वधिकरणनिष्ठ हेत्वधिकरणवृत्ति अत्यन्त अभाव साध्यसामानाधिकरण्यम् अप्रतियोगि हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरण्यम् इत्यस्य अर्थः कः इति चिन्तयति चिन्तयति अभ्यासाय उदाहरणं स्वीकृत्य चिन्तयामः चेत् सरलं अथवा पर्वतः वह्निमान् धूमत्वात् इति उदाहरणे धूमः इति हेतुः हेतोः अधिकरणम् इत्युक्ते अत्र महानसम् इति चिन्तयामः चेत् हेत्वधिकरणं महानसम् अत्यन्ताभावः इत्युक्ते अत्र महानसे बहवः अत्यन्ताभावाः सन्ति परन्तु वह्निः तु तत्र अस्ति एव अतः वह्नेः अत्यन्ताभावः नास्ति. तर्हि वह्ने अत्यन्ताभावस्य प्रतियोगी वह्निः एव. तर्हि अप्रतियोगी इति वह्निः तत्र एव तर्हि महानसे साध्यमस्ति वह्निः साध्यसामानाधिकरणं करण्यम् इति महानसे अस्ति तदेव साध्यसामानाधिकरणम् इति महानसम् हा करणम् इति महानसं स्थलं हा समीक्षणता करणम् इति महानसं परन्तु धूमे इत्युक्ते हेतौ साध्यसामानाधिकरण्यम् अस्ति तत्र एव धूमः अपि अस्ति वह्निः अपि अस्ति महानसे अतः साध्यसामानाधिकरणं हेतौ अस्ति इति. उत्तमं. तर्हि अत्र एतद् वाक्यं स्वीकृत्य महोदय विग्रहवाक्यरूपेण वदतु तदा इतोपि अर्थबोधः जायते. अस्तु अस्तु. हेत्वधिकरणवृत्ति अत्यन्त अभावप्रतियोगी अप्रतियोगी साध्यसामानाधिकरण्यं तत्र प्रतिपदं स्वीकृत्य. अस्तु. हेत्वधिकरणम् इत्युक्ते हेतोः अधिकरणं षष्ठी तत्पुरुषसमासः. समीचीनं. तर्हि अत्र हेतुः अस्ति धूमः. धूमः धूमस्य अधिकरणम् इति. धूमस्य अधिकरणं किं? महानसम् इति. उत्तमम्. तर्हि हेत्वधिकरणं महानसं तावत् प्राप्तम्. अग्रे हेत्वधिकरणवृत्ति इत्युक्ते हेत्वधिकरणस्य वृत्ति इति. हेत्वधिकरणस्य वृत्तिः वा न वृत्तिः न भवति तथि हेत्वधिकरणवृत्ति हेत्वधिकरणः वृत्तिः इति भवति वा हेत्वधिकरण हेत्वधिकरणे वृत्ति हेत्वधिकरणवृत्ति सप्तमी अस्ति. वृत्तिः इत्युक्ते आदेयः खलु. आदेयः आम् सत्यम् अत्र आदेयः. हेत्वधिकरणे हेतुः इति धूमः धूमस्य अधिकरणं महानसं हेत्वधिकरणं महानसे वृत्तिः वृत्ति महानसे आदेयः यदस्ति यथा भूतले घटः तथा हेत्वधिकरणे महानसे वृत्तिः. हा वृत्तिः हा हेत्वधिकरणवृत्ति अत्यन्ताभावः तत्र हेत्वधिकरणवृत्ते अत्यन्ताभावस्य वृत्ति इति भवति. न हेत्वधिकरणे वृत्तिः हेत्वधिकरणवृत्तिः इति तावज्जातं तदनन्तरम् अत्यन्ताभावः तर्हि वृत्तिः हेत्वधिकरणवृत्ति अत्यन्तभावः तत्र विग्रहवाक्यं वदतु. तत्र हेत्वधिकरणवृत्ति इति इकारान्तं हेत्वधिकरणवृत्तौ अत्यन्ताभावः इति भवति वा नास्ति वृत्तौ अत्यन्ताभावः नास्ति खलु. तर्हि तत्र उदाहरणरूपेण महानसे बहवः अत्यन्ताभावः सन्ति तदेव वृत्ति अत्यन्ताभावः इति वदेम. तर्हि वृत्ति अत्यन्ताभावः तस्मिन् यद् यद् वाक्यम् इदानीं भवता उक्तं तत्रैव चिन्तनीयं. समीचीनवाक्यं भवता यदुक्तं किन्तु तादृशविग्रहवाक्यं वक्तव्यं येन यद्वाक्यं भवता उक्तं तादृश अर्थबोधः जायते अस्तु अत्र अत्र वर्षा भगिनी वदतु हेतु अधिकरणवृत्ति अत्यन्ताभाव तत्र विग्रहवाक्यं किम् हेतु अधिकरणे वृत्तिः हेतु अधिकरणवृत्त्याः अत्यन्ताभावः हेत्वधिकरणवृत्तिः इत्यस्य अर्थः कः यः हेतुः अधिकरणे वर्तते इति यः आधेयः अस्ति तत् अत्यन्तः अभावः हा अत्र विशेषणं भवति वा महोदय हेतुः अधिकरणे अत्यन्तभावः हेत्वधिकरणवृत्तिश्च असौ अत्यन्ताभावश्च इति कर्मधारयः तत्र विशेषणविशेषभावः अस्ति वा हा हेत्वधिकरणवृत्तिः च अत्यन्ताभावश्च इति कर्मधारयः हेत्वधिकरणवृत्ति अत्यन्ताभावः तर्हि हेत्वधिकरणवृत्ति इत्युक्ते किम् इति चेत् अत्यन्ताभावः एव हा सत्यं किन्तु कीदृश अत्यन्तभावः इति चेत् हेतु अधिकरणवृत्ति अत्यन्ताभावः सत्यं तर्हि हेत्वधिकरणवृत्ति इति विशेषणम् अत्यन्ताभावः इति विशेष्यम् इति कृत्वा तर्हि हेत्वधिकरणवृत्ति इत्युक्ते अत्यन्ताभावः एव उक्तः अस्ति हेत्वधिकरणवृत्तिः तर्हि हेतोः अधिकरणं हेत्वधिकरणं षष्ठी हेत्वधिकरणवृत्ति हेत्वधिकरणे वृत्तिः इति सप्तमी हेत्वधिकरणवृत्तिः हेत्वधिकरणवृत्ति च असौ अत्यन्ताभावश्च हेत्वधिकरणवृत्ति अत्यन्ताभावः तर्हि हेतौ हेतु हेतोः अधिकरणे महानसे विद्यमान अत्यन्ताभावाः इति अर्थः जातः एतावत्पर्यन्तं हेतु अधिकरणवृत्त्यन्तभावाः तदनन्तरम् अप्रतियोगी हेत्वधिकरणवृत्ति अत्यन्ताभावस्य अप्रतियोगी इति चिन्तयित्वा वदतु अभावस्य अप्रतियोगी अभावस्य प्रतियोगी इति भवति भवति वा अभावस्य प्रतियोगी सत्यं खलु समीचीनम् अभावस्य हेतु अधिकरणवृत्ति अत्यन्त अभावस्य प्रतियोगी यदि कश्चन अत्यन्त अभावः अस्ति उदाहरणं वदतु एकं महानसे घटः इत्युक्ते महानसे घटः नास्ति इति चिन्तयतु आम् आम् इत्युक्ते घटस्य अत्यन्त अभावः अस्ति इति चिन्तयतु अस्ति हा सत्यं तर्हि प्रतियोगित्वं घट अत्यन्त अभावप्रतियोगित्वं कुत्र घटे घटे घटे घटत्वे नास्ति घटे घटे घटः नास्ति अप्रतियोगित्वम् इत्युक्ते अप्रतियोगी कः इति चेत् अग्निः वह्निः अग्निः सत्यं तर्हि हेत्वधिकरणवृत्ति अत्यन्त अभावस्य अप्रतियो न अभावः तदा एव मया चिन्तितम् अत्र अभावस्य अप्रतियोगी इति न भवति खलु आमामाम् अभावस्य अप्रतियोगी वा यही न सत्यं सत्यम् अभावस्य प्रतियोगी एव भवति सत्यं यस्य अभावः सः प्रतियोगी खलु तर्हि अभावस्य प्रतियोगी घटः अभावस्य अप्रतियोगी कः वह्निः वह्निः समीचीनं तर्हि तत्र षष्ठी एव भवति हेतु अधिकरणवृत्ति अत्यन्त अभावस्य अप्रतियोगी वह्निः तदनन्तरं साध्यम् तस्मिन् साध्य सामानाधिकरण्यं न तत्र सामानाधिकरणं न चिन्तयतु इदानीं साध्यं तावत् चिन्तयतु अस्तु अस्तु हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी अपि च साध्य तर्हि तत्रापि यथा हेत्वधिकरणवृत्ति अत्यन्त अपि च अत्यन्ताभावः इत्यनयोः मध्ये अत्रापि साध्यं यदस्ति तस्य कीदृशं साध्यं तर्हि हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी दृश तदेव साध्यम् इति अस्ति उत्तमं बहु उत्तमं तर्हि विग्रहवाक्यं वदतु हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी च असौ साध्यश्च बहु उत्तमं महोदय इति तर्हि विशेषणमस्ति हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी इति विशेषणं साध्यम् इति विशेष्यं तादृशसाध्यं हेत्वधिकरणवृत्ति अत्यन्त अभावप्रति अप्रतियोगिश्च साध्यं च हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यं तावत् प्राप्तं तदनन्तरं वदतु तर्हि अग्रे तर्हि उदाहरणे साध्यम् इत्यनेन वह्निं प्रति आगतम् एतावत्पर्यन्तं हा सत्यं साध्यम् इति वह्निः एतवधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्ये सामानाधिकरण्यम् अस्ति न साध्ये सामानाधिकरण्यम् इति वक्तव्यं वा साध्ये सामानाधिकरण्यम् ओ साध्यस्य समानाधिकरण्यं साध्यस्य साध्यस्य समान अधिकरणं किं तादृशं वदतु साध्यस्य समान अधिकरण्यं करणम् इति महानसम् उत्तमं साध्यस्य समानाधिकरणं महानसं तस्मिन् तर्हि साध्यनिष्ठसामानाधिकरण्यं कुत्र हा साध्यनिष्ठसामानाधिकरण्यं साध्यनिष्ठ महानसे अस्ति उत्तमं साध्यनिष्ठसामानाधिकरण्यं तर्हि तत्रापि षष्ठी प्रयोक्तुं शक्यते सामान्यषष्ठी साध्यस्य समानाधिकरण्यं सामान्यकरण्यम् इत्युक्ते कश्चन सम्बन्धः अस्ति सत्यं यथा सीतायाः पतिः दशरथस्य पुत्रः इत्यत्र पितृपुत्रसम्बन्धः अस्ति अत्र समान अधिकरणसम्बन्धः अस्ति सत्यं तर्हि हेत्वधिकरणनिष्ठवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरण साध्यस्य सामानाधिकरण्यं नो चेत् साध्यनिष्ठ इतोपि स्पष्टतया वक्तव्यं चेत् साध्यनिष्ठसामानाधिकरण्यं कुत्र हेतौ उत्तमम् इति सिद्धान्तव्याप्तिः सिद्धान्त अस्तु बहु समीचीनं तर्हि इदानीम् अग्रे पठति चेत् सर्वं बुध्यते पठतु एवं तर्हि अत्रापि क्षम्यता महोदय अत्रापि किं मनसि भवेत् हेत्वधिकरणनिष्ठवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरणम् इति व्याप्तिलक्षणं न भवेत् हा तदा एव विरुद्धहेतुः भवति तदा एव विरुद्धहेतुः भवति खलु सत्यं तर्हि अत्रापि विपरीतरीत्या स्वीकृत्य चिन्तनीयम् अस्तु समन्वय अस्तु एवं नित्यत्वाभावस्य सिद्धान्तव्याप्तिः अपि कृतकत्वे सुघटा अस्तु तस्याः अत्र अस्यां व्याप्तौ इति आरभ्य पठतु कुत्र अस्ति अस्यां व्याप्तौ तदेव परिच्छेदे वा तृतीयवाक्यं अस्यां व्याप्तौ हि यस्मिन् पदार्थे व्याप्तिर्नेतव्या सः हेतुपदेन ग्राह्यः अस्तु व्याप्तिः कुत्र नेतव्या तर्हि हेतौ एव नेतव्या अतः तदेव व्याप्तः भवति इति हेतुः एव व्याप्तः भवेत् साध्यं च पूर्ववदेव व्यापकत्वेन अभिमतम् अस्तु समीचीनं व्यापकं साध्यं व्याप्यं हेतु इति प्रकृतेः च कृतकत्वं हेतुः नित्यत्वाभावश्च व्यापकत्वात् साध्यम् अस्तु साध्यमिति नित्यत्वाभावः तदेव व्यापकः तर्हि अत्रापि नित्यत्व अभावः साध्यत्वेन स्वीकृतं लक्षणसमन्वयार्थम् आमामाम् अस्तु तर्हि नित्यत्व अभावः नित्यत्व अभावे लक्षणं सङ्गच्छते चेत् नित्यत्वे लक्षणं न सङ्गच्छते इति समीचीनम् तर्हि साध्यसामान साध्य साध्य अत्र व्याप्तिः नास्ति इति वक्तुं शक्यते सत्यं इति कृत्वा अत्र नित्यत्व अभावः साध्यत्वेन स्वीकृतं सत्यं समीचीनं अग्रे वदतु अस्तु कृतकत्वस्य अधिकरणं घटः तन्निष्ठः अत्यन्ताभावः न हि नित्यत्वाभावो नास्ति इति अभावः अस्तु घटनिष्ठ अत्यन्ताभावः न हि नित्यत्वाभावः नास्ति इत्युक्ते नित्यत्वम् अस्ति अत्र पुनः चिन्तयतु कृतकस्य अधिकरणं घटः घटनिष्ठ अत्यन्ताभावः न हि नित्यत्वाभावः नास्ति इति अभावः. तत्र किञ्चित् चिन्तनीयम्. कृतकत्वस्य अधिकरणं घटः खलु, तर्हि घटे किमस्ति? कृतकत्वम् इति हेतुः अस्ति. सत्यं. किमर्थम् एतादृशचिन्तनमिति चेत् हेतु अधिकरण इति उक्तं खलु. आम् आम्, प्रथमतया हेतु अधिकरणं, कृतकत्वस्य अधिकरणं घटः. तन्निष्ठ अत्यन्त अभावः. सत्यं. तर्हि घटे के के अत्यन्त अभावाः सन्ति? अते घटे नित्यत्व अत्यन्त अभावः. घटे पटस्य अत्यन्तभावः अस्ति. पटस्य अत्यन्तभावः अस्ति. एवं नित्यत्व अभावस्य नित्यत्वस्य अत्यन्तभावः अस्ति वा न वा? नास्ति. नित्यत्वस्य अत्यन्तभावः वा? हा, तन्निष्ठ अत्यन्त अत्यन्त अभावः चिन्तनीयं खलु. इत्युक्ते अधिकरणं घटः, घटे विद्यमान अत्यन्त अभावः के इति चिन्तनीयं. हा, सत्यं. पटस्य अत्यन्त अभावः अस्ति, तथैव नित्यत्वस्य अपि अत्यन्त अभावः अस्ति. नित्यत्वस्य अत्यन्त अभावः अस्ति इत्युक्ते अनित्यत्वम् अस्ति इति अर्थः खलु. हा, तदेव. आम्, सत्यं. तर्हि नित्यत्वस्य पुनः वदतु. नित्यत्वस्य अत्यन्ताभावः अस्ति. हा, नित्यत्वस्य अत्यन्त अभावः अस्ति. न हि नित्यत्वस्य अभावः नास्ति इति अभावः इति उक्तमत्र. न अभावः नास्ति अभावः इति अस्ति. न हि नित्यत्व अभावः नास्ति इति अभावः. तन्निष्ठ अत्यन्त अभावः इत्युक्ते घटे पटनिष्ठ अत्यन्त अभावः अस्ति. पट अत्यन्त अभावः अस्ति, मठ अत्यन्त अभावः नास्ति. किन्तु किं नास्ति? किं नास्ति इति अनित्यत्वस्य अत्यन्त अभावः नास्ति. हा, अत्र कुतः इति अग्रे पठतु. नित्यत्वस्य नित्यत्व अभावस्य. आम् आम्, कुतः नित्यत्व अभावस्य अनित्य नित्यत्वस्य घटपटादौ सत्वात्. हा, तदेव अत्र उल्लेखितम्. नित्यत्व अभावस्य इत्युक्ते अनित्यत्वस्य तत्र वृत्तित्वम् अस्ति घटपटादौ, अतः एव. किन्तु अन्यस्य कस्यचित् पर्वतत्वादेः. अत्र पुनः चिन्तनीयं महोदय. नित्यत्व अभावस्य अनित्यत्वस्य घटपटादौ सत्वात् इत्यस्य अर्थः कः? इत्युक्ते अहं चिन्तयामि अत्र घटपटादौ किं वर्तते इत्युक्ते अनित्यत्वं वर्तते. तावदेव. अनित्यत्वम् अस्ति इति कृत्वा नित्यत्व अभावः अस्ति इति वक्तुं शक्यते. सत्यं, सत्यम्. अस्तु, अग्रे. अस्तु, अनित्यत्वं वर्तते, किन्तु अन्यस्य कस्यचित् पर्वतत्वादेः अभावः. इत्युक्ते पर्वतत्वं घटपटादौ नास्ति. तदेव अर्थः. अन्यस्य कस्यचित् पर्वतादेः अभावः. पर्वतत्वादेः. तर्हि पर्वतत्वम् इत्यादि कस्यचित् अन्यपदार्थः घटपटादौ नास्ति इति. अस्तु. हा, तत् प्रतियोगिता पर्वतत्वे. अस्तु, तर्हि प्रतियोगित्व अभावः नित्यत्वाभावे इति सः व्यापकः. अस्तु, तर्हि पर्वतत्वस्य अभावः घटपटादौ अस्ति. तत् प्रतियोगिता पर्वतत्वे अस्ति. तदभावस्य प्रतियोगित्वा पर्वतत्वे अस्ति. प्रतियोगित्वाभावः नित्यत्वाभावे इति सः व्यापकः. इत्युक्ते प्रतियोगितायाः अभावः नित्यत्व अभावे अस्ति. सः व्यापकः इत्युक्ते प्रतियोगित्व अभावः व्यापकः इति खलु. प्रतियोगित्व अभावः व्यापकः. तद् अधिकरणं घटः इत्युक्ते प्रतियोगित्व अभावस्य अधिकरणं घटः. तद् इत्यनेन तत्र कृतकत्वं वर्तते अस्तु समानाधिकरणीयं समानाधिकरणम् अतः व्यापकस्य इत्युक्ते प्रतियोगित्व अभावस्य अपि च व्यापकस्य नित्यत्व अभावस्य इति लिखितं व्यापकः इति नित्यत्व अभावः नित्यत्व अभावः हा सत्यं नित्यत्व अभावस्य सामानाधिकरण्यं कृतकत्वे आगतम् इति सिद्धान्तव्याप्तिसङ्गमनं सुकरम् अस्तु अत्र अन्तिमवाक्यम् अवगच्छति चेत् पर्याप्तं पर्याप्तं नित्यत्व अभावस्य सामानाधिकरण्यं कृतकत्वे अस्ति इति कृत्वा नित्यत्वस्य सामानाधिकरण्यं नास्ति इति वक्तुं शक्यते हा सत्यं तावदेव नित्यत्व अभावस्य सामानाधिकरण्यं कृतकत्वे अस्ति चेत् नित्यत्वस्य सामानाधिकरण्यं कृतकत्वे न भवति अनित्यम् किमर्थम् आगतम् इति कृत्वा सिद्धान्तव्याप्ति अपि सङ्गमनं सुकरं तर्हि पूर्वपक्षिव्याप्तिं स्वीकृत्य अत्र समन्वयः कृतः सिद्धान्तलक्षणं स्वीकृत्यापि समन्वयः कृतः सत्यं व्याप्तिद्वयम् अस्तु तदेव तृतीयव्याप्तिः का इति वयं न अग्रे अग्रे वक्ष्यति पश्येम अस्तु अस्तु समीचीनं तर्हि अग्रे रमेश महोदय पठति वा एवं धन्यवादः रमेश महोदय न श्रूयते एवं पृथिवी इतरेभ्यो भिद्यते गन्धवत्वात् इति केवलव्यतिरेकिनिरूपणप्रसङ्गे व्याप्यव्यापकयोः व्यतिरेकौ अभावौ व्याप्तौ अन्तर्भूतौ पृथ्वीतेरेभ्यः भिद्यते गन्धत्वात् इति तत्र केवलव्यतिरेकी उदाहरणमासीत् तत् केवलव्यतिरेकिनिरूपणप्रसङ्गे व्याप्यव्यापकयोः व्यतिरेकौ अभौ अभावौ तर्हि व्यतिरेक अभावः तत्र आसीत् व्याप्यव्यापकमध्ये व्यतिरेक अभावः आसीत् व्याप्तौ अन्तर्भूतः अन्तर्भूतः अत्र भवता किं चिन्तनीयं महोदय केवलव्यतिरेकिनिरूपणप्रसङ्गे किमर्थं केवलव्यतिरेकी इति उक्तम् इदानीम् उदाहरणं किम् केवलव्यतिरे अत्र पृथ्वी इतरेभ्यः भिद्यते इति तत् केवलव्यतिरेकिवाक्यम् आसीत् न सम्पूर्णवाक्यं वदतु पितृवी इतरेभ्यः भिद्यते पृथिवी गन्धवत्वात् खलु तत्र केवलम् इतरभेदवती गन्धवत्वात् इति केवलव्यतिरेकम् इति केवलव्यतिरेकसन्दर्भः अस्ति किमर्थं केवलव्यतिरेकम् इति उक्तं पृथ्वी यत्र यत्र गन्धत्वम् अस्ति तत्र तत्र पृथ्वी अस्ति एव तर्हि गन्धत्वविना पृथ्वी न अस्ति तर्हि तत् व्यतिरेक उदाहरणं न वक्तुं शक्यते इति न न न समीचीनतया वदतु अत्र क्रमेण चिन्तयतु महोदय तदा अर्थबोधः जायते भवान् तु अवगच्छति किन्तु वदने किञ्चित् दोषः क्रियते पृथिवी इतरभेदवती गन्धवत्वात् इत्यत्र हेतुः कः हेतुः गन्धवत्वम् समीचीनं साध्यं किम् पृथिवी इतरेभ्यः विद्यते इतरभेदवति पृथिवी अस्ति इति तर्हि इतरभेदवत्वम् इति साध्यम् इतरभेदवत्वं साध्यं गन्धवत्वम् इति हेतुः इतरभेदवत्वम् इति साध्यं तर्हि इदानीम् अन्यवाक्यम् अन्वयवाक्यं वदतु यत्र यत्र गन्धवत्वं तत्र तत्र इतरभेदत्वम् इतरभेदवत्वम् इतरभेदवत्वं हा यथा यथा पृथ्वी एव वक्तुं शक्यते, इत्थमपि न भवितुम् अर्हति. तत्र दृष्टान्तः न वक्तुं शक्यते खलु. इति कृत्वा केवलव्यतिरेकी, अतः एव अत्र पृथिवी इतरेभ्यः भिद्यते गन्धवत्वात्, यन्नैवं तन्नैवं यथा जलम् इति उक्तम्. तत्र व्यतिरेकदृष्टान्तः एव वक्तुं शक्यते खलु. अन्वयदृष्टान्तः न वक्तुं शक्यते इति कृत्वा केवलव्यतिरेकनिरूपणप्रसङ्गे व्याप्यव्यापकयोः व्यतिरेकौ अभावौ व्याप्तौ अन्तर्भूतौ, इत्युक्ते अभावं स्वीकृत्य एव, यन्नैवं तन्नैवं यथा जलम् इति अभावं स्वीकृत्य, यन्नैवं तन्नैवम् इति उक्तं खलु उभयत्र, यन्न एवं तन्न एवम् इति उभयत्र अभावं स्वीकृत्य व्यतिरेक उदाहरणम् उक्तम्. यत्र यत्र गन्धवत्वाभावः न, यत्र यत्र इतरभेदवति इतरभेदवत्वाभावः, तत्र तत्र गन्धवत्वाभावः, यन्नैवं तन्नैवं यथा जलम् इति उक्तं खलु. तदेव अत्र उक्तं व्यतिरेको अभावव्याप्तौ अन्तर्भूतौ इति कृत्वा तत्स्वरूपम्. इदानीम् अग्रे पठतु तत्स्वरूपम्. स्वरूपं च साध्य अभावव्यापकीभूत अभावप्रतियोगित्वं. तत् स्वरूपं, तत् इत्युक्ते व्याप्तस्य स्वरूपं, व्याप्तेः स्वरूपं, व्याप्तेः स्वरूपं इकारार्थः, व्याप्तेः स्वरूपं च साध्य अभाव, साध्य अभाव व्यापकीभूत अभाव प्रतियोगित्वं. साध्य इत्युक्ते यत् तत्र इतरेभ्यः अग्रे अग्रे गमनात् पूर्वं तत्र इदानीं साध्य अभाव व्यापकीभूत अप्रतियोगित्व क्षम्यतां, साध्य अभाव व्यापकीभूत अभावप्रतियोगित्वम् इति एव तृतीयव्याप्तिः अस्ति. मेहुल् महोदयेन पृष्टमासीत् खलु पूर्वपक्षव्याप्तिः, साध्याभावात् आवृत्तित्वं, सिद्धान्तव्याप्तिः हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यसामानादिकरण्यम् इति तृतीयव्याप्तिः. एतावता ग्रन्थेन अस्माभिः त्रिविधा व्याप्तिः अवगता इति उक्तं, तर्हि तृतीयव्याप्तिः का इति चेत् एतदेव, साध्य अभाव व्यापकीभूत अभाव प्रतियोगित्वम् इति व्याप्तेः लक्षणं. कुत्र सङ्गच्छते इति चेत् केवलव्यतिरेकी स्थले एव अस्य व्याप्तिः, अस्य व्याप्तेः उपयोगः भवति. तर्हि ग्रन्थकारः किं करोति, तत्र व्याप्तेः लक्षणं नैयायिकैः बहुविधा कृतमस्ति. तत्र अन्ततो गत्वा हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यसामानादिकरण्यम् इति सिद्धान्तलक्षणत्वेन स्वीकृतम्. किमर्थम् एतादृशसिद्धान्तलक्षणं कृतमिति चेत् केवलव्यतिरेकी केवलान्वयस्थले पूर्वपक्षिव्याप्तिः न सङ्गच्छति इति कृत्वा. किन्तु एतौ द्वौ एव, एते द्वे एव व्याप्ते व्याप्तेः लक्षणमिति नास्ति. तत्र अष्टादशलक्षणानि नैयायिकैः कृतानि सन्ति, पञ्चलक्षणं तेषु प्रसिद्धमस्ति, किन्तु तस्मादुपरि अपि लक्षणानि तैः कृतानि. तर्हि ग्रन्थकारः किं करोति, यदा हेत्वाभासं निरूपयति तन्मध्ये भिन्नभिन्नलक्षणानाम् उपयोगः अपि करोति, तेन अस्माकं परिचयः जायते इति कृत्वा. तर्हि तृतीयलक्षणमस्ति साध्य अभाव व्यापकीभूत अभाव क्षम्यतां, साध्य अभाव व्यापकीभूत अभावप्रतियोगित्वम् इति तृतीयलक्षणं. कुत्र अस्य उपयोगः भवति, केवलं केवलव्यतिरेकस्थले तस्य प्रयोगः भवति. अस्तु, तर्हि इदानीं रमेश महोदय अस्य वाक्यस्य किञ्चित् चिन्तनं करोतु. साध्य अभाव व्यापकीभूत अभावप्रतियोगित्वम् अत्र ओके. साध्य इत्युक्ते तत्र इतरेभ्यो भिद्यत्वम् इतरेभ्यः भिद्यते भिद्यत्वं साध्यम्, इतरेभ्यः भिद्यते इति वाक्यं. तर्हि तद् वाक्यं एकेन पदेन वक्तव्यम् इति चेत् इतरभेदवती इति पृथिवी इतरभेदवती गन्धवत्वात् तर्हि इतरभेदवत्वम् इतरभेदवत्वम् इति साध्यम् इतरभेदवत्वम् इति साध्यं साध्यस्य अभावः साध्य अभावः साध्यस्य अभावः तर्हि इतरभेदवत्वस्य अभावः उत्तमम् इतरभेदवत्वाभावः इति साध्याभावः तेन व्यापकीभूतः तेन व्यापकीभूतः किमर्थं तेन विशेषणो वा व्यापकीभूतः व्यापकः कवर्ड् बै न बुद्धं महोदय तत् विशेषणं भवति वा अस्तु भवतु किं कुर्मः अग्रे पठतु महोदय तदा एतद्वाक्यं प्रथमवारम् अस्माभिः दृश्यते खलु साध्याभावः व्यापकीभूत अभावः प्रतियोगित्वम् इति वाक्यं प्रथमतया अस्माभिः दृश्यते तर्हि तस्य विग्रहवाक्यर्थं अग्रे पठतु नित्यत्व अभावस्य इयं व्याप्तिः अपि कृतकत्वे शक्या दर्शयितुं तर्हि अत्रापि नित्यत्व अभावः इति साध्यत्वेन स्वीकृतम् नित्यत्व अभावस्य इयं व्याप्तिः अपि कृतकत्वे शक्या दर्शयितुम् इह अपि यस्य व्याप्तिः सङ्गमनीया तत् साध्यपदेन ग्राह्यम् तर्हि साध्यपदेन किं ग्राह्यम् नित्यत्व अभावः ग्राह्यम् नित्यत्व अभावः एव ग्राह्यं सङ्गमनीय साध्यपदेन नित्यत्व अभावः ग्राह्यम् अस्तु अग्रे नित्यत्व अभावश्च तादृश तद् अभावः नित्यत्वश्च तादृशः तादृशः तर्हि साध्यम् इत्युक्ते नित्यत्व अभावः तद् अभावः तद् अभावः इत्युक्ते नित्यत्व अभावः अभावस्य अभावः तत् नित्यत्व अभावः अभावः नित्यत्वरूपः हा तद् नित्यत्वरूपः एव इत्युक्ते नित्यत्वं नित्यत्वाभावः इत्युक्ते नित्यत्वं तर्हि साध्याभावः इति साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति वाक्ये साध्याभावः इत्यनेन किं स्वीकर्तव्यम् इदानीं नित्यत्वं स्वीकर्तव्यम् उत्तमम् उत्तमं नित्यत्वं प्रति प्राप्तम् अग्रे तद् व्यापकः इत्युक्ते नित्यत्वेन व्यापकः वा तद् व्यापकः अभावः कृतकृत्व अभावः तद् व्यापकः नित्यत्वस्य व्यापकः नित्यत्वस्य व्यापकः अभावः कृतकृत्व अभावः तत् समीचीनं वा महोदय तद्व्यापकः अभावः नित्यत्व तद् इति पदेन नित्यत्वं स्वीकर्तव्यं तर्हि नित्यत्वव्यापकः अभावः नित्यत्वव्यापकः नित्यत्वव्यापकः इत्युक्ते नित्यत्वस्य व्यापकः वा न नित्यत्वेन व्यापकः नित्यत्वेन व्यापकः नित्यत्वेन व्यापकः तादृशमपि अवक्तव्यम् नित्य तद्व्यापकः नित्यत्वं तत्पदेन नित्यत्वं स्वीकर्तव्यं तर्हि नित्यत्वव्यापकः नित्यत्वश्च असौ व्यापकश्च इति ओके इति कर्मधारय नित्यत्व यः व्यापकः अस्ति इत्युक्ते अत्र व्यापकः कः इति चेत् नित्यत्वमेव नित्यत्वं नित्यत्वस्य अवधर्य नित्यत्वः अभावः कृतकृत नित्यत्वश्च सः अभा व्यापकश्च नित्यत्वव्यापकः नित्यत्ववापकः अभावः कृतकत्व अभावः भवत्येव इत्युक्ते यत्र यत्र नित्यत्वं नास्ति तत्र तत्र कृतकत्वम् अस्ति इति भवति खलु नित्यत्व अधिकरणेषु सर्वत्र आत्मकाशादौ आत्मा आकाशादौ कृतकृत्व अभावस्य सत्वात्। हा, नित्यत्व अधिकरणेषु सर्वत्र आत्मा कृतकृत अभावः भवति एव इत्युक्ते आत्मनि नित्यवस्तुनि आत्मनि कृतकत्वं नास्ति, किमस्ति कृतकत्व अभावः अस्ति खलु, कृतकत्व अभावः भवेत् एव। अस्तु अग्रे, आकाशे अपि तदेव भवेत्। तादृशव्यापकीभूत अभावस्य तादृशव्यापकीभूत अभावस्य प्रतियोगित्वं कृतकृत्वे इति कृतकत्वे कृतकत्वे व्यतिरेकव्याप्तिः अपि भवेत् एव, भवति एव। तादृशव्यापकीभूत, तादृश इत्युक्ते आकाशादौ व्यापकीभूत अभावस्य, तर्हि तादृश इत्युक्ते आत्मा आकाशादौ स्वीकरणीयं वा? तादृश तादृश नित्य नित्यत्व अधिकरणं करणेषु तादृश व्यापकीभूत अभावस्य, तर्हि तादृशव्यापकीभूत अभावः इत्युक्ते कृतकत्व अभावः एव। तादृशव्यापकीभूत अभावः कः इति चेत् कृतकत्व अभावः, कृतकत्व अभावः अभावस्य प्रतियोगी कः? कृतकत्वं, तर्हि प्रतियोगित्वं कृतकत्वे अस्ति इति जायते। तर्हि साध्य अभावव्यापकीभूत अभाव अप्रति साध्य अभाव व्यापकीभूत अभावप्रतियोगित्वम् इति केवलान्वयी व्याप्तेः लक्षणं, केवलव्यतिरेकीव्याप्तेः लक्षणं, केवलव्यतिरेकीव्याप्तेः लक्षणं साध्याभावव्यापकीभूत अभावप्रतियोगित्वम्। तर्हि साध्याभावव्यापकीभूत अभावः इत्युक्ते कृतकत्व अभावः, तर्हि साध्याभावव्यापकीभूतः कः? कृतकत्वम्। साध्य अभावव्यापकीभूतः कः इति चेत् कृतकत्वं, साध्य अभावव्यापकीभूत अभावः इत्युक्ते कृतकत्व अभावः, साध्य अभावव्यापकीभूत अभावप्रतियोगित्वं कुत्र अस्ति इति चेत् कृतकत्वे अस्ति इति अस्ति। तर्हि साध्य अभावव्यापकीभूतः इति भूतम् इति कृतकत्वं चेत् तत्र विग्रहवाक्यं कथं वक्तव्यं? साध्य अभावव्यापकीभूतं साध्य अभावेन व्याप्तम् इति अर्थः, साध्य अभावेन व्याप्तम् इत्युक्ते साध्य अभावः व्यापकः यस्य इति बहुव्रीहिः भवति, साध्य अभावः व्यापकः यस्य तद्वान्। अत्र कः प्रत्ययः इति चिन्तनीयं, साध्य अभावव्यापकीभूत तत्र व्यापकी इति अपि खलु, इनि प्रत्ययः इति अहं चिन्तयामि। साध्य अभावः व्यापकः यस्य सः साध्य अभावव्यापकीभूतः भवति, सः कः? कृतकत्वं। तर्हि कृतकस्य अभावः तस्य प्रतियोगी कृतकत्वमेव भवति, साध्याभावव्यापकीभूत अभाव प्रतियोगित्वम् इत्यस्य अर्थः किं? रमेश महोदय? आं महोदय, बुद्धम्। हा, तर्हि साध्य अभाव व्यापकीभूत इत्यत्र साध्य अभावः यस्मिन् न साध्य अभाव कथं वक्तव्यम्? साध्य अभाव साध्य अभावेन व्याप्तः यदस्ति तद् भवति, किन्तु अत्र व्यापकी इति पदमस्ति, तर्हि साध्य अभाव साध्य अभाव साध्य अभावः व्यापकः यस्य सः खलु साध्य अभावः एव व्यापकः न साध्य अभावः य साध्य अभावः व्यापकः यस्य सः सः व्याप्यः भवति खलु तदेव व्यापकी भूतः भवति साध्य अभावः व्यापकः यस्य नित्यत्व अत्र साध्यम् इत्युक्ते नित्यत्व अभावः तर्हि साध्य अभावः इत्युक्ते नित्यत्व अभाव अभावः इत्युक्ते नित्यत्वं नित्यत्वं व्यापकः यस्य सः व्यापकी तत् कृतकत्वं भवति व्यापकीभूत अभावः कृतकत्वाभावः अत्र किञ्चित् भिन्नरीत्या वक्तव्यं मया समीचीनतया एतावत् न उक्तं तर्हि सर्वे चिन्तयन्तु अग्रिमे वर्गे अत्र केवलं तदेव गृहपाठः भवति इत्युक्ते साध्याभावव्यापकीभूत अभावः साध्यस्य अभावः साध्याभावः इत्यत्र क्लेशः नास्ति किन्तु साध्य अभावव्यापकीभूत अभावः इत्यत्र विग्रहवाक्यं कथं वक्तव्यम् इति चिन्तनीयम् साध्य अभावः व्यापकः यस्य सः इति भवति तर्हि इदानीं साध्य अभावः अस्तु चिन्तयेम समयः जातः तर्हि एतदेव गृहपाठं साध्य अभावव्यापकीभूत अभावः इत्यत्र विग्रहवाक्यं साध्यस्य अभावः साध्यभावः इत्यत्र बुद्धं तदनन्तरं व्यापकीभूत अभावः इति अस्ति खलु तत्र व्यापकी इत्यत्र किं वक्तव्यम् इति सर्वे चिन्तयन्तु अत्र स्थगेम सर्वेभ्यो नमस्कारः